पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 5 शेष उवाच अथाभिषिक्तं रामं तु तुष्टुवुः प्रणतासुराः रावणाभिध दैत्येन्द्रवधहर्षितमानसाः देवा ऊचुः जयदाशरथे सुरार्तिहं जय जय दानववंशदाहक जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक तव यद्धनुजेन्द्रनाशनं कवयो वर्णयितुं समुत्सुकाः प्रलये जगतान्तदीः पुनर्ग्रससे त्वं भुवनेशलीलया जयजन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः किमु साधु द्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः हरिविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदं हृदि पवित्रयवादिकचिह्नितैः सुरचिदं मनसा स्पृहयामहे यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृद सुरगणा हि कथं सुखिनः पुनर्ननुभवन्ति कृणामयपावन यदा यदास्मान् दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः अजो व्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः मृदसुधा सदृशैरखनाशनैः सुचरितैरवगीर्यमहीतलम् अमनुजैर्गुणशंसिभिरीडितप्रविशचाशु पुनर्हि स्वकं पदम् अनादिराद्योज्जररूपधारी हारी किरीडी मकरध्वजाभः जयं करोतु प्रसभं हदारिस्मरारि संसेवितपादपद्मः इत्युक्त्वा ते सुरा सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः प्रणेमुररिनाशेन प्रीणिदा रघुनायकम् इति स्तुत्यादिसंहृष्टो रघुनाथो महायशाः प्रोवाच तान् सुरान्वीक्ष्य प्रणतान्नतकन्धरान् श्रीराम उवाच सुरा वृणुतमे यूयं वरं किञ्चित् सुदुर्लभं यं कोऽपि देवो दनुजो न यक्षप्रापसादरः सुरा ऊचुः स्वामिन् भगवतः सर्वं प्राप्तमस्माभिरुत्तमं यदयं निहतशत्रुरस्माकं तु दशाननः यदा यदा सुरोऽस्माकं बाधां परिदधाति भोः तदा तदेधि कर्तव्यमेधावद्वैरिनाशनं तदेत्युक्त्वा पुनर्वीरप्रोवाच रघुनन्दनः श्रीराम उवाच सुरा शृणुदमद्वाक्यमादरेण समन्विताः भवत्कृतं मदीयैर्वै गुणैर्ग्रथितमद्भुतं स्तोत्रं पठिष्यति मुहुप्रादर्निशि सकृन्नरः तस्य वैरिपराभूतिर्न भविष्यति दारुणा न च दारिद्र्यसंयोगो न च व्याधिपराभवौ मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसि भविष्यति मुदा युक्ते स्वान्ते पुंसां तु पाठतः युत्युक्त्वा सो भवतूष्णीं नरदेवशिरोमणिः सुरा सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकं रघुनाथोऽपि भ्रातृंस्तान् पालयंस्तादवद्बुधान् प्रजापुत्रानिव स्वीयाल्लोकनायकः यस्मिञ्चासदि लोकानां नाकालमरणं नृणां नरोगादिपराभूतिर्गृहेषु च महीयसि नेधि कदापि दश्येद वैरिजं भयमेव च वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका पुत्रपौत्रपरिवारसनाधी कृतजीविनाः कान्ताः संयोगजसुखैर्निरस्तविरहक्लमाः नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः कदापि परनिन्दासु वाचस्तेषां भवन्ति न कारवोऽपि कदा पापं नाचरन्ति मनस्यहो रघुनाथकराकादुःखशङ्गाभिशंसिनः सीतापतिमुखलोकनिश्चलीभूतलोचनाः लोका बभूवु सददं कारुण्यपरिपूरिताः राज्यं प्राप्तमसापत्नं समृद्धबलवाहनं ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः सम्पुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः सदा सम्पन्नसस्यं च सुवसुक्षेत्रसंयुतं सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनं देवतायतनानां च राजेभिः परिराजितं सुपूर्णा यत्र वै ग्रामाः सुवित्तर्धिविराजिताः सुपुष्पकृत्रिमोद्यानात् सुस्वादु फलपादपाः सपत्मिनीककासारा यत्र राजन्धिभूमयः सदम्भा निम्नगा यत्र न यत्र जनदा क्वचिद् कुलान्येव कुलीनानां वर्णानां नाधनानि च बिभ्रमो यत्र नारिषु न विद्वत्सु च कर्हिचिद् नद्यकुटिलगामिन्यो न यत्र विषये प्रजाः तमो युक्ताः क्षपा यत्र बहुलेषु न मानवाः रजो युजस्त्रियो यत्र नाधर्मबहुला नराः धनैरनन्धो यत्रास्ति जनो नैव जभोजने अनयस्यन्दनो यत्र न च वैराजभूरुषः दण्डपरशु कुद्दालवालव्यजनरागिषु आदपत्रेषु नान्यत्र क्वचित् क्रोधोपरोधजः अन्यत्राक्षिकवृन्देभ्य क्वचिन्न परिदेवनम् आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः कठोरहृदया यत्र सीमन्दिन्योनमानवाः औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै कम्भः सात्त्विकभावोद्धो न भयात् क्वापि कस्यचित् संज्वरकमजो यत्र दारिद्र्यकलुषस्य च दुर्लभत्वं सदैवस्य सुकृतेन च वस्तुनः इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये दानहानिर्गजेष्वेव तीक्ष्णा एव हि खण्डकाः बाणेषु गुणविश्लेषो बन्धोक्तिपुस्तके दृढा स्नेहत्यागकलेष्वेव न च वै स्वजने जने तं देशं पालयामास लालल्लालिता प्रजाः धर्मं संस्थापयन् देशे दुष्टे दण्डधरोपमः एवं पालयदो देशं धर्मेण धरणीतलं सहस्रं च व्यदीयुर्वै वर्षाण्येकादशप्रभोः तत्र नीचजना श्रुत्वा सीताया अपमानतां स्वां च निन्दां रचकस्तस्तां तत्याज रकुद्वहः पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा सीतां विरहितामेकां निदेशेन सुरक्षिताम् कदाचित् संसदो मध्ये ह्यासीनस्य महामदे आजगाममुनिश्रेष्ठकुम्भोत्पत्तिर्मुनिर्महान् गृहीत्वार्क्यं समुत्थस्थौ वसिष्ठेन समन्वितः जनताभिर्महाराजो वार्धिशोषकमागतम् स्वागतेन सुसम्भाव्य पप्रच्च तमनामयं सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे अगस्त्यसमागमो नाम पञ्चमोऽध्यायः ॐ